नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति प्रेरणार्थे निचि विशेषहलन्तदातवः इति। तत्र रेपान्तवकारान्तधातूनां विषये चिन्तनं जायमानमस्ति। तत्र त्रीणि सूत्राणि दृष्टानि, रुवोर् उपधायाः दीर्घः इकः, हली च उपधायां च इति। रुवोर् उपधायाः दीर्घः इकः इति सूत्रं तु रेपान्तवकारान्तधातुः पदम् अस्ति चेत् तदानीम् उपधायाः इकः दीर्घः भवति इति सूत्रार्थः। अनन्तरं हली च इत्यत्र पुनः रेपान्तवकारान्तधातुः, तस्य उपधायाः इकः दीर्घः, हलिपरे इति तत्र परसप्तमी अस्ति। इदानीम् उपधायां च इत्यत्र भेदः कः इति चेत् रेपान्तवकारान्तधातुः नास्ति, परन्तु उपधायां रेपः अथवा वकारः, रेपवकारयोः अनन्तरं हल् वर्णः भवेत् इत्युक्ते धातुः हलन्तः धातुः, उपधायां रेपः अथवा वकारः, रेपवकारयोः उपधायाम् इक् वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति इति सूत्रार्थः। तर्हि एतादृश अर्थः कथं लभ्यते? अत्र अस्माभिः दृष्टं यत् काशिकायां धातूनां यौ उपधाभूतौ रेपवकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशः भवति इति उक्तम्। तत्र उपधाभूतौ रेपवकारौ हल्परौ इति तत्र विशेषणविशेषभावः कथमस्ति? सूर्यकुमारी भगिनी वदतु, उपधाभूतौ रेपवकारौ हल्परौ तत्र विशेष्यं किं, विशेषणं किम्? विशेष्यं रुवोः, हल्परौ विशेषमस्ति। हल्परौ किमस्ति? हल्परौ किमस्ति? विशेष्यमस्ति। रेपवकारौ क्षम्यतां, विशेषणमस्ति। हल्परौ विशेषणमस्ति, रेपवकारौ विशेष्यमस्ति। उपधाभूतौ इक्वर्णः। उपधाभूतौ विशेष्यं वा विशेषणं वा किम् अस्ति? उपधाभूतौ विशेषणमस्ति। कस्य? धातुविशेषणमस्ति। धातोः विशेषणं वा? धातोः विशेषणं वा? उपधाभूतः अस्ति वा धातुः? धातोः विशेषणमिति चेत् धातुः उपधायाम् अस्ति वा? न, व्योः इत्यस्य विशेषणमस्ति। रेपवकारयोः विशेषणं खलु? तर्हि इदानीम् इत्युक्ते तत्र त्रीणि पदानि सन्ति, त्रयाणामपि रेपवकारयोः विषये एव अत्र वार्ता अस्ति। रेपवकारः कीदृशः, रेपवकारौ कीदृशौ, उपधाभूतौ उपधायां वर्तते, अनन्तरं हल्परौ रेपवकारौ इत्युक्ते तादृशरेपः तादृशवकारः यस्मात् परं हल्वर्णः वर्तते, इदानीं रेपवकारयोः उपधायाम् इकः दीर्घः भवति इति तत्र सूत्रार्थः। तर्हि अस्माकं गतवर्गे चर्चा आसीत् कथम् एतादृश अर्थः लभ्यते। सूत्रे तु उपधायाम् इति उक्तं, तर्हि उपधायाम् इत्यनेन अर्थविवरणं कुर्मः चेत् एतादृश अर्थः लभ्यते वा? उपधायांश्च इति उक्तं, तत्र पूर्वस्मिन् सूत्रे हली च, अत्र सूत्रसङ्ख्यां पश्यामः चेत् हली च इति सूत्रस्य अनन्तरमस्ति, अग्रिमसूत्रमस्ति उपधायांश। हली च इति सूत्रस्य किम् अनुवृत्तिसहितसूत्रं भगिनी पठतु, सूर्यकुमारी भगिनी। हली च रुवोः धातोः उपधायाः एकः दीर्घः हलि, तत्र रुवोः धात्वोः इत्युक्ते तत्र अनयोः विशेषणविशेषभावः रेपान्तवकारान्तधातुः तयोः उपादायः इकः दीर्घः हलिपरे इति सूत्रार्थः अस्ति. तर्हि इदानीम् उपादायां च इति अग्रिमसूत्रमस्ति. तर्हि इदानीं धन्यवादः भगिनी. इदानीं विजयलक्ष्मी भगिनी वदतु, भवती उक्तवती गतवर्गे उपादायां च इति तथैव वयं स्वीकुर्मः चेत् किं भवति? उपधायां च इति तथैव स्वीकुर्मः चेत् हलि च इत्यस्य अनुवृत्तिः भवति. तद् न सङ्गच्छति, एक्स्क्यूस् मि. हलि च अपि च उपधायां च तद् न सङ्गच्छते. अत्र हलि इति तु परसप्तमी पूर्वस्मिन् सूत्रे, अत्र हलि इति नावश्यकं. परिणम्यते हल् वर्णः, परन्तु हलः परौ इति आवश्यकं भवति, अतः किञ्चित् क्लेशः अस्ति अत्र. हा, तर्हि उपादायाम् इति सप्तमविभक्तौ अस्ति. उपादायाम् इति तत् उपादायां लोके यथा आधाररूपेण सप्तमी वदामः तद्वत् उपादायाम् इति भासते. परन्तु किमस्ति उपादायां? किमस्ति उपादायां? रोः उपादायां यद् इक् वर्णः अस्ति तस्य दीर्घः भवति इति सूत्रार्थः. रोः कुत्र अस्ति? तत्तु अन्ते नास्ति, तस्य परे हल् वर्णः अपि भवेत्. न न, एकक्षणम् एकक्षणम्. इदानीम् उपादायाम् इति भवती उक्तवती रुवोः उपादायाम् इक् वर्णः भवेत् इति उक्तवती खलु. रुवोः उपादायाम् इक् वर्णः भवेत्, तादृश इक् वर्णस्य दीर्घादेशः, तत्र तु समीचीनमस्ति. परन्तु रुवोः कुत्र भवेत्? रुवोः इति तत्र हली च इति सूत्रात् हल् वर्णः परिणम्यते, परन्तु हलि इति विभक्ति अत्र न सङ्गच्छते, अतः हलः परौ रोः इति आवश्यकम् अस्माकम्. अतः तत्र व्याख्यानेषु किञ्चित् हलः हल् परौ रुवोः इति तावदेव वदामः चेत् का कीदृश अर्थः लभ्यते? कीदृशः अर्थः लभ्यते? रोः उपधायां भवेत् इति अर्थः लभ्यते. न न न, कथं लभ्यते? कथं तादृश अर्थः लभ्यते? रुवोः उपधायां भवेत् इति अर्थः कथं लभ्यते? हल् अन्ते भवति चेत्, धातोः अन्ते यदि हल् वर्णः अस्ति तस्य अव्यवहितपूर्वं यदि रेफवकारौ भवतः तदा तेषां तु उपधा इति सम्या एव भवति खलु. हा, तर्हि भवती किं वदति इति चेत् हलः इति वस्तुतः हलः इति धातोः विशेषणम् इति वदति खलु. आम् आम् आम्, हलः धातोः, सत्यम्. रुवोः इत्यस्य हल् परौ इति तावदेव वदति चेत्, रुवोः हल् परौ इति वदति चेत् तदानीं न, तत्र तु मीनिङ्ग् न भवति. धातोः हलः धातोः रुवोः उपादायाम् इकः दीर्घः इति वक्तुमिच्छति खलु. हलः धातोः इति वदति चेत् हलन्तधातुः इति तावदेव लभ्यते, हलन्तधातुः इति लभ्यते. परन्तु रुवोः कुत्र भवति इति कथं लभ्यते? तत्तु पूर्वस्मिन् सूत्रात् आयाति, रुवोः उपधायाः दीर्घ इकः. तत्र रुवोः धातोः तत्र अन्ते हल् इत्यस्य अपि समावेशः वा, मा न वर्ड् न जानामि, टु इण्ट्रोड्यूस् द वर्ड् हल् इन् टु द सूत्र. इत्युक्ते भवती वदति अत्र उपादायाः रुवोः हलः धातोः उपादायाः रुवोः उपधायाम् इक् उपधायाम् इक् इक् दीर्घ इकः दीर्घः उपधा इत्युक्ते किम् इति तत्र अस्ति परिभाषा तस्मिन् इति निर्दिष्टे पूर्वस्य तस्य पूर्वसूत्रमस्ति उपधा इत्यस्य डेफिनिशन् इदानीं पश्यामः तद् यद्भवती उक्तवती समीचीनमस्ति वा इति एकवारं पश्यामः भवती एतावता किम् उक्तवती इति चेत् उपधायाः रुवोः हलः धातुः हलः धातोः उपधायां हलः धातुः अलः धातोः उपधायाम् इकः दीर्घः हलि इति वदति उपधायाम् इति कस्य उपधायाम् इति कथं जानीमः हलः धातोः रुवोः उपधायां हलः धातोः रुवोः कुत्र अस्ति तदपि उपधायाम् अस्ति पुनः रुवोः उपधायाम् इक्वर्णस्य दीर्घः भवति इति अत्र उपधा इति द्विवारम् अस्ति एकवारं तु उपधा धातोः विषये अस्ति अपरस्मिन् उपधायां च यत् सूत्रे अस्ति तत्र तु रुवोः उपधायाम् इति अर्थः लभ्यते तर्हि इत्युक्ते तत्र हलः धातोः उपधायाः रुवोः धातोः उपधायाः अनयोः कीदृशसम्बन्धः हलः धातोः अपि च किं भगिनि उपधायाः हलः धातोः उपधायाः रुवोः अस्ति तर्हि धातोः अपि च उपधायाः अनयोः कः सम्बन्धः धातोः उपधायाम् धातोः उपधा इत्युक्ते धातोः अवयवरूपेण यः उपधा वर्तते या उपधा वर्तते उपधायाः रुवोः हलन्त हलन्तधातु फस्ट् आफ् आल् हलन्तधातोः उपधायां रेफः वकारः भगिनी सामान्यतया कथमस्ति इति अस्माभिः ज्ञायते सूत्रार्थः कः इति अस्माभिः ज्ञायते परन्तु इदानीं सूत्रस्थैः पदैः कथं सूत्रार्थः वर्ण्यते इत्येव प्रश्नः सः पाणिनिना त्रिषु अपि सूत्रेषु किञ्चित् किञ्चित् पदानि स्वीकृत्य उपधायां च इति दत्तम् अस्ति इति भासते तत्र प्रथमं सूत्रं तु रुवोः धात्वोः उपधायाः इकः दीर्घः इति अस्ति ततः सम्पूर्णसूत्रम् आयाति पुनः हलि च इत्यस्मात् हल् इति पदं स्वीकृत्य तस्य भवति एकक्षम् भवती प्रथमतया उक्तवती रुवोः उपधायाः इकः दीर्घः इत्यस्मात् सम्पूर्णतया अनुवृत्तिः इति उक्तवती खलु तर्हि रुवोः उपधायाः इकः दीर्घः इत्यत्र उपधायाः इति पदस्य किमर्थं भवती रुवोः इत्यनेन सह सम्बद्धुम् इच्छति तत्र अनुवृत्तिसहितसूत्रे रुवोः उपधायाः इकः दीर्घः इति तावदेव अस्ति तत्र यस्मिन् क्रमे वर्तते तस्मिन् सूत्रे तथैव अस्माभिः स्वीक्रियते खलु किमर्थम् उपधायाः इति पदस्य अन्यत्र अन्वयं कर्तुम् इच्छति यतोहि अत्र धातु हलन्तम् अस्ति खलु तत्र तु धातु रेफान्तः वकारान्तः अस्ति भवतु धातु परन्तु वकारान्तः नास्ति अत्र तत्तु भवतु रुवोः तत्र तस्मिन् सूत्रे रुवोः उपधायाः इकः दीर्घः इति सूत्रे अनुवृत्तिसहितसूत्रे किम् अस्ति तत्र किमस्ति पदस्य रुवोः धात्वोः उपधायाः इकः दीर्घः रुवोः उपधायाः इकः दीर्घः इत्यत्र धातोः इति पदमेव नास्ति धातोः इति पदम् अनुवृत्तमस्ति हा हा सत्यं खलु. इदानीं रुवोः उपधायाः दीर्घः इति इति सूत्रसम्पूर्णतया अनुवृत्तम् अस्ति अस्मिन् सूत्रे. अतः उपधायाः दीर्घ इकः रुवोः उपधायाः दीर्घः इकः इत्यस्य क्रमः न परिवर्त्यते अस्मिन् सूत्रे. रुवोः उपधायाः इकः दीर्घः इति तावदेव तथैव स्वीकुर्मः. तत्र उपधायाः इति पदस्य अन्यत्र अन्वयः नास्ति. रुवोः उपधायाः इकः दीर्घः इति यथा तस्मिन् सूत्रे अस्ति तथैव अत्र अनुवृत्तं भवति अस्मिन् सूत्रे. अतः इदानीं तत्र अनुवृत्तिसहितसूत्रं कथं भवति? यथा अस्माभिः उक्तं हलहधातोः उपधायां हलहधातोः उपधायां रुवोः उपधायाः इकः दीर्घः इति भवति. इदानीम् अर्थावगमनं भवति वा? हलहधातोः उपधायां रुवोः न भवति. उपधायाम् इति सप्तम्यन्तं पदमस्ति चेत् अर्थावगमः न भवति खलु? न हलहधातोः रुवोः उपधायाः उपधायाम् इकः दीर्घः न, तथा न कर्तुं शक्यते. उपधायाम् इति पदं तत्र स्थापयितुं न शक्नीते. तदर्थमेव मया उक्तं रुवोः उपधायाः दीर्घः इति यथा यस्मिन् क्रमे अनुवृत्तं तस्मिन्नेव क्रमे तत्र स्थाप्यते. रुवोः उपधायाम् इकः दीर्घः इति न वक्तुं शक्यते. यतोहि रुवोर् उपधायाः दीर्घः इकः इति सम्पूर्णसूत्रस्य अनुवृत्तिः अस्ति खलु. अतः तत्र हलहधातोः उपधायां रुवोः उपधायाः इकः दीर्घः इति वयं वदामः चेत् अर्थावगमः न भवति. इति कृत्वा उपधायाम् इति पदस्य परिवर्तनं विभक्तिपरिमरिणामं कृत्वा उपधयोः रुवोः इति वदामः. हलहधातोः उपधयोः रुवोः उपधायाः इकः दीर्घः इति वदामः. ओ अस्तु अस्तु एवं वदामः चेत् अनुवृत्तरूपेण यद् आगच्छति तत्र सम्पूर्णस्य किमपि चेञ्ज् कर्तुं न शक्नुमः इति कारणेन वा? इति चेञ्ज् कर्तुं न शक्नुमः. इत्युक्ते उपधायाः इति पदस्य अन्वयः भवति पूर्वं कुत्र कृतवती इति चेत् रुवोः इत्यनेन कृतवती. उपधायाः रुवोः इति कृते न कर्तुं शक्यते. यतोहि सम्पूर्णसूत्रस्य अनुवृत्तिः यस्मिन् क्रमे अस्ति तस्मिन्नेव क्रमे अत्र भवति. अस्तु अस्तु. किमर्थम् उपधायां च इति सूत्रं पाणिनिमहर्षिणा दत्तम्? उपधायां तत्र अर्थभेदः नास्ति. तत्र उपधायां तत् उपधायाम् इति परसप्तमी नास्ति. उपधायाम् इति अत्र परसप्तमी सप्तमी नास्ति. उपधायाम् इति अधिकरणरूपेण एव अस्ति अत्र उपधायां. परन्तु अधिकरणरूपेण अपि उपधायां रुवोः इति वयं वदामः चेत् तदानीमपि सम्यक्तया अर्थावगमः अत्र न भवति. उपधायाम् इति धातोः उपधायां रुवोः धातोः उपधायां रुवोः इति तत्र अर्थावगमः सम्यक्तया सम्बन्धं प्रदर्शयितुं न शक्नुमः. इति कृत्वा एतादृशं बहुत्र पाणिनिः भिन्नरूपेण विभक्तेः उल्लेखं करोति. परन्तु अस्माभिः अर्थावगमनार्थं विभक्तिपरिणामं क्रियते खलु. एवम् अत्रापि उपधायाम् इत्यस्य उपधयोः रुवोः इति उपधयोः इति विशेषणरूपेण वयं स्वीकुर्मः चेत् रुवोः इत्यस्य उपधयोः रुवोः इति वयं वदामः चेत् तदानीं रेपः अथवा वकारः उपधायां वर्तते इति आगम्यते. सत्यं. तर्हि इदानीं तत्र किञ्चित् इदानीं तत्र किञ्चित् औट्लैन् रूपेण अस्माभिः अवगतं तत्र किम् अत्र किम् अस्ति इति. प्रथमतया अत्र किं किं जातम् इति चेत् हलीच इत्यस्मात् हली इति पदस्य अनुवृत्तिः अस्मिन् सूत्रे अस्ति. परन्तु हली इति परसप्तम सप्तम्यन्तरूपेण न स्वीकृतं. परसप्तमी इति रूपेण न स्वीकृतं. परन्तु हली इत्यनेन हलः धातुः इति धातोः विशेषणरूपेण स्वीकृतमस्ति. हलः इति षष्ट्यन्तरूपेण धातोः विशेषणम् इति रूपेण स्वीकृतम्. अनन्तरम् अस्मिन् सूत्रे उपधायाम् इति पदम् अस्ति. तस्य रुवोः इत्यस्य विशेषणरूपेण स्वीकृतं. षष्टिद्विवचनरूपेण स्वीकृतमस्ति. अतः पदद्वयस्य परिवर्तनं. हलः इति एकं पदम्, उपदायाम् इति द्वितीयं पदम्, उपदायाम् इति उपदयोः रुवोः इति परिवर्तितम् इति परिवर्तनद्वयमस्ति. तर्हि इदानीम् अस्माभिः अवगन्तव्यं यत् किमर्थम् एतादृशपरिवर्तनम्, एतादृशं परिवर्तनं न क्रियते चेत् कः क्लेशः इति अस्माभिः अवगन्तव्यम्. इदानीम् उपदायाम् इत्यस्य विषये इदानीं चर्चितं, तत्र उपदायाम् इति एतावत् स्वीक्रियते चेत् अर्थावगमः न भवति, अतः उपदयोः रुवोः इति वक्तव्यम्. उपदयोः रुवोः इत्यनेन तादृश रेपः अथवा वकारः यः उपदायां वर्तते इति अवगम्यते. अपि च धातोः उपदा इति अपि अवगम्यते. धातोः यः अवयवरूपेण विद्यते उपदा, तत्र रुवोः इति अस्ति इति अवगम्यते. अस्तु, इदानीं किञ्चित् अग्रे पठामः. अत्र प्रश्नः उदेति इति ततः आरभ्य पठामः. तत्र कः विजयभगिनी पठति वा? भगिनी एकक्षणं भगिनी. नमस्ते भगिनी. नमस्कारः भगिनी. अत्र एतावता किं चर्चितम् इति चेत्, उपधायां च इति सूत्रस्य उपधायाम् इति सप्तम्यन्तं पदं हलः धातोः इत्यस्मात् अनन्तरम् उपधयोः इति आगच्छति खलु, तस्य परिणामः षष्ट्यन्तद्विवचनरूपेण आयाति इति वा? सत्यम्, उपधायाम् इत्यस्य उपधयोः इति स्यात् द्विवचनं, षष्टिद्विवचनं आयाति. पुनः उपधायाः इत्यस्य तु अन्यत् पदमस्ति, तस्य उपधायाः इति अर्थः तु तत्तु अनुवृत्तिरूपेण नास्ति, केवलम् अत्र तत्तु अनुवृत्तिरूपेण एव अस्ति. रुवोः उपधायाः इकः दीर्घः इत्यस्मात् सूत्रात् सम्पूर्णतया अनुवृत्तम्. अस्तु, रुवोः उपधायाः इकः दीर्घः इति सम्पूर्णतया अनुवृत्तम्. हलः इति हलि, हलः इति हलि च इति सूत्रेण हलः इति षष्टि षष्ट्यन्तरूपेण विपरिणतं धातोः इत्यस्य विशेषणम्. अनन्तरम् उपधायाम् इति पदं षष्टिद्विवचनरूपेण परिणम्यते रुवोः इत्यस्य विशेषणम्. अस्तु, तत्तु अस्मत् एतत् अस्मात् सूत्रात् एव उपधायांश्च इत्यस्य एव उपधयोः रुवोः इति स्पष्टीकरणार्थम् उक्तम् इति. आम्, अस्तु अस्तु, धन्यवादः भगिनि. महोदय किं कृपया म्यूट् करोतु. अस्वस्थ अस्ति वा? अस्तु अस्तु, नास्ति चिन्ता, नास्ति चिन्ता. भवत्याः लैन् मध्ये बहु क्लेशः अस्ति अद्य. अस्तु अस्तु, तर्हि इदानीं कः विनयमहोदय पठति वा? अतः प्रश्नः उदेति, अत्र प्रश्नः उदेति, अत्र प्रश्नः उदेति, हलि इत्यनेन परसप्तमे अतः तस्मिन् इति निर्दिष्टं? न न न न, तत्र नास्ति. सूत्रस्य अनन्तरम् अत्र प्रश्नः उदेति यत् साक्षात् हलि इति अनुवृत्तिः आनीयते चेत्. अपदान्ते उपरान्तः अत्र प्रश्नोदेति, अत्र प्रश्नोदेति यत् साक्षात् हलि इति अनुवृत्तिः आनीयते चेत् इष्ट अर्थः सिद्ध्यति किम्? हलि इति अनुवृत्तिः आनीयते चेत् इष्टः अर्थः सिद्ध्यति किम्? काशिका व्याख्यायां हलपरौ इति उपयुज्यते, न तु हलि. द्वयोः मध्ये भेदः कः इति अवलोकनीयम्. हलि इत्यस्य अर्थः परसप्तमी हलिपर. तत्र हलिचः इति सूत्रे हलि इत्यस्य कथनेन अर्थः स्पष्टः भवति. रवोः धात्वोः उपधायाः एक दीर्घा हलि. अत्र द्विधातु अस्ति, विकरणश्यल् अस्ति, तर्हि जिर् भवति, अपि च य आगच्छति. हलिचः आधारेण इक दीर्घत्वं, तर्हि जीर् योग य भवति. अत्र हलि इत्यनेन न कोऽपि भ्रमः, हलिसम्बन्धे भ्रमः नास्ति. केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति। नामधातोः अनन्तरं यः वर्णः, किमर्थमिति चेत् रवोः धात्वोः इत्यनेन रिफान्तधातोः वकारान्तधातोः षष्ठीविभक्तौ च, रवोः षष्ठीविभक्तौ हलि सप्तमीविभक्तौ, अतः समानाधिकरणस्य करणस्य अभावात् वर्णान्तरम्। तस्मात् हलि इत्यनेन धातोः अनन्तरं यः वर्णः इति एव अर्थः सम्भवति। हलि धातोः अनन्तरं यः वर्णः सम्भवति अनेन च स्पष्टता जायते, अर्थात् ह्रस्वकार तदनन्तरं रेफा तदनन्तरं यवर्ण। यवर्ण तु विकर्ण नास्ति, य तु सम्पूर्ण य अस्ति। अत्र य अर्थः कः? इकार ऋकार य सम्बन्धे तर्हि य इति इङ्गितम्, परन्तु य हलन्तो अहं न अवगच्छामि, जीर्योगा य अहम् अवगच्छामि। जीर् जीर् र हलन्त योगा यः विकर्ण य अस्ति, यः य हलन्त नास्ति, तत्र अहं न अवगच्छामि। परन्तु यदि सम्पूर्ण अत्र पेराग्राफ् सम्बद्धे यदि अहं सम्यक् जानामि, अहं केवलं श्रुतवान्, परन्तु यदि सम्यक् न वदामि तर्हि अहं न वक्तुम् इच्छामि। ओके, श्रोतुमिच्छति वा, अन्य कोऽपि वदतु वा? अन्य कोऽपि? अस्तु अस्तु, समीचीनं, नास्ति चिन्ता, अस्तु नास्ति चिन्ता। तर्हि वंशी भगिनी वदतु। अस्तु भगिनि, एकवारम् एकम् वाक्यं पठित्वा वदामि। अत्र प्रश्नः उदयति यत् साक्षात् हलि इति अनुवृत्तिः आनीयते चेत् इष्टः अर्थः सिद्ध्यति किम्? अस्तु, प्रथमः प्रश्नः अस्ति, तत्र पूर्वस्मात् सूत्रात् हलि च इति सूत्रात् यदि हलि इति अनुवृत्तिः अस्ति चेत् तत्र अर्थः न सिद्ध्यति वा इति प्रश्नः। काशिकव्याख्यानां हल् परौ इति उपयुज्यते, न तु हलि। अस्तु, तत्र द्वयोः मध्ये भेदः कः इति अवलोकनीयं। तत्र सूत्रे तु हलि च हलि परे इति न उक्तं, हलि इति न उक्तं, परन्तु हल् परौ इति व्याख्याने उक्तं। तर्हि तत्र हलि अपि च हल् परौ द्वयोः कः भेदः इति अग्रे पश्यामः। हलि इत्यस्य अर्थः परसप्तमी, हलि परे इत्युक्ते तत्र हल् परसप्तमी, तस्मात् इत्युत्तरस्य इति सूत्रेण तत्र हल् वर्णः परे भवेत् इति अर्थः बुध्यते यदि हलि इति अनुवृत्तिः अस्ति। तत्र हलि च इति सूत्रे हलि इत्यस्य कथनेन अर्थः स्पष्टः भवति। अस्तु, तत्र हलीच इति सूत्रे तु हल् वर्णः परे इति सूत्रार्थः अस्ति, अतः तत्र सङ्गच्छते यदि हलीच इति सूत्रे तु तत्र हल् वर्णः परे इति भवेत् इति एव सूत्रार्थः। परन्तु तत्र रोः धातोः उपधायाः इकः दीर्घः हलि, यदि अस्य सूत्रस्य विवरणम् एवं भवति, एतादृशः भवति चेत् रोः उपधायाः क्षम्यतां रोः धातोः उपधायाः इकः दीर्घः हलि इति भवेत्, तत्र कः दोषः इति अग्रे पश्यामः। उदाहरणे जिरुयोगः श्यन् इति उदाहरणे ध्रु इत्यस्य जिर् भवति तत्र हली च इति सूत्रेण तत्र शन् इत्यस्मिन् या अवशिष्यते अतः हल् वर्णः परे अस्ति तेन कारणेन ऋकारस्य स्थाने रेपः आदेशः भवति रोः उपादायः अस्तु तत्र तु ऋकारस्य स्थाने कः आदेशः ऋकारस्य स्थाने तु अर् भवति अर् भवति अर् इति अस्मात् न अर्न अर्न अस्ति अर्न अस्ति कथम् अर् अर्न जृ इत्यस्य केन सूत्रेण इर् इति भवति इति अस्ति न रूतयुद्धातोः क्षमितं क्षमितम् इति नास्ति तत्र रूतयुद्धातोः इत्यनेन तत्र इकारः आदेशः भवति इकारः तु सर्वदा उरण्परः इति सूत्रेण तत्र रेपः परे भवति तत्र अतः जिर् इति भवति जिर् योगः या इति कारणेन तत् तस्मात् अनन्तरं हली च इति सूत्रेण उपधाभूतः इक् वर्णः अस्ति अतः ते अत्र तस्य इकारस्य दीर्घः भवति जीर् इति भवति जीर् योगः या इति भवति तस्मात् अत्र हलि इत्यनेन न कोऽपि भ्रमः अत्र तु स्पष्टः अस्ति यतोहि तत्र या इति हल् वर्णः अस्ति अतः हलीच इति सूत्रस्य कार्यं सम्यक् भवति परन्तु केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति नामधातोः अनन्तरं यः वर्णः हलीच इति उक्तत्वात् यस्मात् तत्र परिभाषासूत्रमस्ति यस्मिन् इति निर्दिष्टे तत्र परिभाषा तस्मिन् इति निर्दिष्टे पूर्वस्य न तत् नास्ति किं किं का परिभाषा विस्मृतवती भगिनी तत्र यस्मात् प्रत्ययविधि यस्मात् प्रत्ययविधि तदादि प्रत्यये न तद् नास्ति तत्तु अङ्गं तत्तु अङ्गम् परन्तु तत्र एकस्य वर्णस्य एव बोधः भवति न यस्मात् इति विश्व सप्तमी विभक्तो इति परसप्तमी उक्तत्वात् तत्र एकस्य वर्णस्य एव यस्मिन् विधि तदादौ अल्ग्रहणे हा यस्मिन् तदादौ अनुग्रहणे सत्यं सत्यं तत् क्षम्यताम् अतः तत्र एकस्य एव वर्णस्य बोधः भवति इति यस्मिन् विधिस्तदादौ अल्ग्रहणे इति परिभाषया तत्र इया इति एकस्य न किं वदामि एकस्य हल् वर्णस्य एव न किमर्थं यस्मिन् विधि तदादौ हल् ग्रहणे इत्यस्य आवश्यकता अत्र हलि इति उक्तत्वात् परसप्तमी इति उक्तत्वात् एकस्य वर्णस्य एकस्य हल् इत्युक्ते एकः एव वर्णः खलु अचि इत्युक्ते एकः एव वर्णः खलु इको यणचि इति अत्र अचि इति उक्तं तत्र तु यस्मिन् विधि तदा उल्ग्रहणे इत्यस्य आवश्यकता नास्ति खलु इको यणचि इत्यत्र किमर्थम् अत्र आवश्यकता हलि इत्यत्र यत्र वर्णनिर्देशः भवति तत्र एव यदा यदा अत्र इ लि रि इति तादृशं वान्तो इ प्रत्ययस्मिन् तादृशम् अत्र नास्ति ओ अत्र न भवति परन्तु तत्र किमर्थं केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति नामधातोः अनन्तरं यः वर्णः इति उक्तत्वात् नामधातुः इति किमर्थम् उक्तं तत्र न अत्र हली इत्यनेन न कोऽपि भ्रमः केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति नाम दातु नास्ति नाम ओ नाम ओ क्षम्यतां क्षम्यतां मम पठनस्य दोषः नाम धातोः अनन्तरं यः वर्णः क्षम्यतां दोषः अस्ति क्षम्यतां किमर्थमिति चेत् रोः धातोः इत्यनेन रेफान्तधातोः वकारान्तधातोः षष्ठिविभक्तौ च अस्तु किमर्थमिति चेत् रोहधातुभक्तौ च अस्तु हा तत्र तु रोहधातोः इति षष्टिविभक्त्यां पदद्वयमपि षष्टिविभक्त्यां स्तः रेफान्तवकारान्तधातोः षष्टिविभक्तौ अस्तु रोः षष्टिविभक्तौ हलि सप्तमी विभक्तौ अतः न अत्र न अत्र न अत्र वदतु किमर्थं चेत् रोः धातोः इति रेफान्तधातोः वकारान्तधातोः इति कथम् आयाति कथम् आयाति वा अस्तु अस्मिन् सूत्रे उपधायां च इत्यस्मिन् सूत्रेण एव न भगिनि न अत्र हली च इति सूत्रस्य चर्चा जायमाना अस्ति खलु ओ अस्तु उपधायां च अस्तु अस्तु हली च इति सूत्रे तु अनुवृत्तिसहितसूत्रमस्ति रोः धातोः उपधायाः इकः दीर्घः हलि अस्तु तत्र रेफान्तवकारान्तधातोः इत्युक्ते तत्र धातोः विशेषणमस्ति न तत्र रोः इति विशेषणमस्ति अतः रेफान्तवकारान्तधातोः विशेषविशेषभावः अस्ति न तत्र अतः कथं रेफान्तधातुः वकारान्तधातुः इति ओ तत्र तु अलोन्त्यस्य इति कार्यं करोति वा अलोन्त्यस्य दिनेन अन्त्यवर्णः भवेत् वा इति न न अलोन्त्यस्य इति कथम् आदेशः नास्ति धातोः रोः इति उक्तत्वात् ओ अन्तिमवर्णः भवेत् कथं सिद्ध्यति वा ओके अस्तु तेन विधि सदन्तस्य इत्यनेन तत्र तदन्तविधिः भवेत् क्षम्यता तेन विधि सदन्तस्य इत्यनेन तत्र तदन्तविधिः भवेत् अतः तत्र धातोः अन्ते वकारः नो चेत् रेपः भवेत् किमर्थम् अत्र के रेपान्तवकारान्तधातोः एव ग्रहणं किमर्थं रेपः इति धातुः वकारः इति धातुः इत्यस्य ग्रहणं नास्ति किमर्थं नास्ति इत्युक्ते तत्र सूत्रे उपधायाः इति उक्तत्वा तत्र उपधावर्णः सर्वदा भवति अतः तत्र एकस्य वर्णस्य ग्रहणं न भवति धातोः ग्रहणं न भवति तस्मात् अनन्तरं कुत्र अस्तु अत्र किमर्थमिति चेत् रोहदातिदिने रेपान्तवकारान्त षष्टिवृत्तौ अस्तु रोहषष्टिविभक्तौ हलि सप्तमीविभक्तौ अतः समानादिकरणस्य अभावात् वर्णान्तरम् अस्तु समानादिकरणं न भवेत् अस्तु अत्र रोहषष्टिविभक्त्याम् अस्ति यदि हलि इति अनुवृत्तिः भवेत् तत्र समानादिकरणं न हलि इति अनुवृत्तिः कुत्र हलि इति हलि च इति सूत्रे हलि इति अस्ति खलु अनुवृत्तिः नास्ति हलि इति अस्ति तस्मिन्नेव सूत्रे अत्र हलि च इति सूत्रस्य विवरणम् अस्ति ओ ओ अस्तु अस्मिन् सूत्रे अस्ति अहं चेत् अस्तु क्षम्यताम् अतः तत्र हलि इति समानादिकरणं नास्ति समीचीनं भवत् वर्णान्तरम् इत्युक्ते तत्र समानादिकरणं नास्ति सत्तु समीचीनं वर्णान्तरम् इत्युक्ते वर्णस्य भिन्नभिन्नवर्णः अन्यः वर्णः भिन्नः वर्णः रुवोः इति भिन्नः वर्णः हलि इति भिन्नः वर्णः अतः अनयोः रुवोः इस् ईक्वल् टु हलि इति नास्ति ओ समानादिकरणं नास्ति ओके समानविभक्तौ नः न स्तः अस्तु अतः तत् भिन्नवर्णः भवेत् अस्तु समीचीनम् एकस्य शब्दस्य न भवति एकस्य धातोः न भवति इति अपि अवगन्तुं शक्नुमः किल भगिनी तत्र न एकस्य धातोः इत्यस्य कः अर्थः अस्मिन् न हली च विशेषणविशेषभावः नास्ति तयोर्मध्ये इति वा तावदेव विशेषणविशेषभावः नास्ति समानादिकरणीयं नास्ति इति कृत्वा रुवोः इति भिन्नः अस्ति हलि इति भिन्नः अस्ति हल् वर्णः भिन्नः अस्ति अतः तत्र क्लेशः एव नास्ति हल् वर्णः परे भवति इति एव अर्थः बुध्यते समीचीनं समानादिकरणं नास्ति तस्मात् हलि इत्यनेन धातोः अनन्तरं यः वर्णः इत्येव अर्थः सम्भवति अनेन च स्पष्टतया जायते ईरय इति इङ्गितम् ओ अस्तु ई जिर् इत्यस्मिन् ईरय इति एव इति अवगम्यते इति एव अस्य क्षेत्रस्य ईरय इत्यत्र इर् इति धातोः भागं जिर् इति धातोः भागम् य इति हल् हल् वर्णः परः हलि इत्यनेन य इति इङ्गितम् अस्ति इर् जिर् इत्यत्र रेपान्तः अस्ति जिर् अनन्तरं रेपात् पूर्वम् उपधायाम् इक् वर्णः अपि अस्ति अतः अस्माकं हलि च इति सूत्रे इर् य इति अस्ति इर् य इत्यनेन यकारः हलि परे इर् इति धातोः भागः रेपान्तः अस्ति रेपात् पूर्वम् उपधायाम् इक् वर्णः अस्ति इति कृत्वा दीर्घः भवति अतः ईर्य इति लभ्यते एतावता यद् यद् विवरणं दत्तं सर्वं हलीच इत्यस्य विषये एव परन्तु अत्र किम् उक्तम् इति चेत् इदानीम् उपधायां च हलि इति अनुवृत्तिः यतावत् आनीयते चेत् कः क्लेशः भवितुम् अर्हति अपि च हलि च इत्यत्र हलि इति सप्तम्यन्तपदस्य कः अर्थः इति अत्र अस्माभिः अवगन्तव्यम् अत्र प्रथमतया किम् उक्तम् हली च इति सूत्रे हली इति सप्तमी विभक्तौ परसप्तमी इति रूपेण अस्ति चेत् क्लेशः नास्ति, यतोहि तत्र इर्य इति अपेक्षितम्, इर्य इति तु अस्ति. हलि इत्यनेन यकारः इङ्गितः, रुवोः इत्यनेन रेपः, इर् इत्यत्र रेपः इङ्गितः, यः धातोः भागः रेपान्तः अस्ति. अनन्तरं रेपस्य उपादायाः इकारः इक् वर्णः, तस्य दीर्घत्वं भवति इति कृत्वा हलि च इत्यत्र हलि इति सप्तमीविभक्तौ अस्ति चेत् न कोऽपि क्लेशः, सम्यक् अस्ति. परन्तु इदानीं काशिकाकारः किं काशिकाकारेण किम् उक्तम् इति चेत् उपादायां च इति सूत्रे हल्परौ इति उक्तं, हलि इत्यस्य हलः धातोः इति अर्थः उक्तः, हलः धातोः अथवा हल्परौ रेपवकारौ इति उक्तम्, इत्युक्ते हल्वर्णः एव धातोः अन्ते अस्ति इति उक्तं, न तु हलि इति परसप्तमीरूपेण उक्तम्. तर्हि अत्र किम् उक्तम् इति चेत् इर्यय इति एव विवक्षितं तेन, इत्युक्ते तत्र धातोः अन्ते हल्वर्णः अस्ति, धातोः अन्ते हल्वर्णः अस्ति, अनन्तरं तत्र हल्वर्णात् पूर्वं रेपः अस्ति, तस्मात् पूर्वम् इक् वर्णः अस्ति. तर्हि ईर्य इति भागः धातोः भागः इति काशिकाकारेण उक्तम्, ईर्य इति धातोः समग्रधातोः भागः अस्ति. हलीच इति सूत्रे तु ईर् इति एव धातोः भागः, य इति अनन्तरम् आयाति, धातोः अनन्तरम् आयाति, प्रत्ययरूपेण आयाति. परन्तु उपादायां च इत्यत्र ईर्य इति समग्रम् अपि धातोः भागः इति विवक्षितम्, अतः हलि परे इति न भवितुम् अर्हति. हलः इति रेपवकारौ हल्परौ इति वक्तुं शक्यते, अथवा सिद्धान्तकौमुदीकारस्य मतेन हलः धातोः इति उक्तं, हलन्तधातोः इति उक्तं, यतोहि ईर्य इति धातोः भागः, यकारः हल्वर्णः, हलन्तः अस्ति धातुः. इदानीम् उपादायां रेपः, तस्य उपादायाम् इक् वर्णः इकारः, इकारस्य दीर्घत्वं भवति इति कृत्वा उपादायां च सर्वं कार्यं धातोवेव भवति, निमित्तमपि धातोः एव, कार्यमपि धातोः एव. हली च इत्यत्र कार्यं धातौ परन्तु परनिमित्तं वर्तते इति भेदः अस्ति अनयोः. बुद्धं वा? आं भगिनि, बहु सम्यक् अस्ति, बहु समीचीनम्. तर्हि इदानीम् अग्रे गच्छामः. अस्तु, लक्ष्मी भगिनी भवती पठतु. किन्तु उपधायां च इति सूत्रे हलि इति अनुवृत्तिः यथावत् आनीयते चेत् समस्या उदेति. काशिकावृत्त्यां धातोः उपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधायाः इकः दीर्घः भवति इति उक्तम्. कृत् इत्यस्य कीर्त पर ततपरं कीर्तयति इति रूपम्. हल्परौ इति बहुव्रीहिः, हल्परः यस्मात् सः हल्परः. हली च इति सूत्रे हलीपरे इति एव अर्थः, किन्तु उपधायां च इति सूत्रे बहुव्रीहिः समासः हल्परः आभ्यां, रवोः इत्यस्य विशेषणं हल्परौ इति. अत्र हल्परौ इत्यस्य आशयः हलितार्थः एवं यत् धातुः हलन्तः अस्ति इति. यत् यत् भगिन्या उक्तं तदेव अत्र इतोपि स्पष्टार्थं लिखितमस्ति, यत् काशिका व्याख्याम् अनुसारेण हल्परौ इति उक्तं. हल्परौ इत्युक्ते उपधायां च इति सूत्रे अनुवृत्तिसहितसूत्रमस्ति. हलः धातोः उपधयोः इर्वोः उपधायाः इकः दीर्घः इति. अत्र हलि इति सप्तम्यन्तं पदं न युक्तम्, अपि तु हलः धातुः इति उक्तं. तस्य का आवश्यकता इति एव प्रश्नः आसीत्. तदर्थम् अत्र उक्तमस्ति हल्परौ इति. इदानीम् उपधायाः रेफवकारौ हल्परौ इति उक्तम्, इत्युक्ते यः धातुः अस्ति धातौ उपधायां रेफः अथवा वकारः अस्ति. कीदृशः रेफवकारौ इति चेत् हल्परौ, हल्परकौ रेफवकारः अस्ति इति अर्थः. तस्य अर्थः अस्ति धातुः सर्वदा हलन्तधातुः एव भवतु इति. तस्य स्पष्टीकरणार्थमेव अत्र हलि इत्यस्य सप्तमी त्यक्त्वा अत्र षष्टिविभक्तिः प्रयुज्यते इति अत्र उक्तमस्ति. तदर्थं धातुः हलन्तः भवति इति एव आशयः भवति. अतः एव कृत् इत्यत्रापि ऋतै धातुः इत्यनेन इकारः ऋकारस्य इकारः किर्त् इति भवति. किर्त् इति उदाहरणं ऋतै धातुः इति नास्ति तत्र, उपादायाश्च. हा, उपादायाश्च इत्यनेन ऋकारस्य इकारादेशः किर्त् इति रूपमस्ति. किर्त् इत्यत्र तु तकारः किर्त् इति इदानीं हलन्तधातुः अस्ति, तकारः अन्ते अस्ति, रेफः उपधायामस्ति. इदानीं कीदृशः रेफः इति चेत् हल्परकः रेफः इति वक्तुं शक्यते इदानीम्. अपि च उपधायां ऋकार क्षम्यतां रेफस्य उपधायाम् इत्युक्ते तस्मात् प्राक् इकारः अस्ति, तादृश इकारस्य दीर्घः भवति इति उपधायां च इति सूत्रं वदति. अतः कीर्त् इति रूपमस्ति, अन्तिमरूपं कीर्तयति इति रूपमपि भवति. तर्हि अत्र हल् परौ इति बहुव्रीहि कृत्वा हल् परः यस्मात् सः हल् परः, हल् परः इति उपधायाः विशेषः अस्ति. तर्हि तादृश उपधा कस्य विशेषणं हल् परौ रेफवकारस्य उपधाभूतस्य रेफवकारयोः विशेषणं. तर्हि उपधायाः विशेषणमस्ति इति कृत्वा हल् अन्ते किमर्थम् उपधायाः विशेषणम् इति वदति? धातोः विशेषणं किल न हल् परौ इति रेपवकारयोः विशेषणम्. ओ हल् परौ अस्तु, रेफवकारौ इति उपधायामेव अस्ति खलु, अतः उपधायाः विशेषणम् इति उक्तवती. कीदृश रेफवकारौ इदानीं? न उपधाभूतौ इति विशेषणम् अस्ति रेपवकारौ इत्यस्य. तस्यैव रेपवकारस्य अन्यत् विशेषणमस्ति हल्परौ इति. न हल्परौ इति सा बहुव्रीहि समासे अन्यपदार्थः कः? उपधाभूतौ इति नास्ति. उपधाभूतौ हल्परौ इति नास्ति. हल्परः यस्मात् सः हल्परः इति. सः कः इदानीम् अस्माकम् उदाहरणे रेपः एव अस्ति. रेपः, तर्हि रेपः पुनः कीदृशः इति पृच्छामः चेत् उपधाभूतः इति वदामः. अतः हल् बहुव्रीहिसमासस्य विशेष्यं रेपवकारौ एव, न तु उपधाभूतौ. यतोहि उपधाभूतं भूतम् इति तप्रत्ययान्तशब्दः अस्ति, तत्र विशेषणम् अस्ति. अतः हल् परौ इति विशेषणम् इति विशेषणम् इति विशेषणस्य विशेष्यम् उपधाभूतम् इति नास्ति. अवगम्यते वा? अहं चिन्तितवती सर्वं द्विवचने दत्तं खलु, उपधाभूतौ रेफवकारौ हल् परौ सर्वं तु एकस्य एव उल्लेखनम् इति. सर्वम् एकस्य एव उल्लेख सर्वस्य अपि सर्वेषां शब्दानां बोधः समानः अस्ति, परन्तु विशेषणविशेषभावः कथं वक्तव्यम् इति प्रश्नः अस्ति खलु. तर्हि हल्परौ इति रेपवकारौ इत्यस्य स्थाने हल्परौ उपधाभूतौ इति न वक्तुं शक्यते. हल्परौ इत्यस्य विशेष्यमस्ति रेपवकारौ, न तु उपधाभूतौ. उपधाभूतौ इति साक्षात् विशेषणम् अस्ति. कस्य? रेपवकारयोः. सत्यं, समीचीनम्. अतः इत्युक्ते कुत्रचित् एकं विशेषणम् एकस्य विशेष्यस्य विशेषणं भवति. इदानीं तत्र इत्युक्ते किं वृद्धः राज्ञः पुरुषः इति वयं वदामः चेत् तत्र राज्ञः इति विशेषणमस्ति पुरुषः इत्यस्य. पुरुषः कीदृशः इति चेत् राज्ञः पुरुषः. पुनः राज्ञः कीदृशः इति पृच्छामः चेत् वृद्धः अस्ति राज्ञः. तर्हि इदानीं वृद्धः इति विशेषणमस्ति राज्ञः इत्यस्य, केवलं राज्ञः इत्यस्य. राज्ञः अस्ति विशेषणं पुरुषस्य. तत्र एकस्य विशेषणद्वयं वर्तते, विशेषणद्वयम् एकस्य विशेषस्य कृते नास्ति. तत्र विशेष्यद्वयं वर्तते. व्यतिकरणमस्ति, अत्र तु समानाधिकरणम् अस्ति, भवतु व्यधिकरणं वा भवतु समानाधिकरणं वा भवतु, परन्तु विशेषणद्वयं वर्तते, द्वयोः विशेषणयोः विशेष्यम् एकं नास्ति, विशेष्यं द्वयं, परन्तु अत्र तथा नास्ति, अत्र विशेष्यम् एकमेव, एकमेव विशेष्यं, रेपवकारौ इत्येव विशेष्यम्, अतः हल्परौ उपधाभूतौ इति न वक्तुं शक्यते. अवगतं वा भगिनि? अवगतवती. हल्परौ इति विशेष्यमस्ति, तस्य विशेषण कीदृशहल्परकः इत्युक्ते रेपवकारः हल्परे भवति. न न, तस्य विशेष्यं, तस्य विशेष्यं, न तु विशेषणं. हा, इदानीं हल् रेपवकारः विशेष्यम् इति खलु. हा, हल्परौ इति किम् अस्ति? विशेषणम्. हल्परौ इति बहुव्रीहिसमासः अस्ति, अतः विशेषणमस्ति. अपि च उपधाभूतौ तदपि विशेषणमस्ति रेफवकारौ इत्यस्य इति. तर्हि तर्हि आहत्य अत्र फलितार्थः अस्ति हलः धातुः इति षष्ट्यन्तपदं प्रयुक्तं हल् हलन्तधातुः इत्यस्य अवगमनार्थं. हलन्तधातोः यत्र उपधायां रेफवकारः अस्ति तस्य उपधायाम् इत्युक्ते तस्मात् प्राक् यः इकारः अस्ति, इक् वर्णः अस्ति, तस्य दीर्घः भवति इति उपधायां च. समीचीनं, सम्यक्, समीचीनं. तर्हि इदानीम् अस्मिन् सूत्रे उपधायां च इति सूत्रे हलि इत्यस्य अनुवृत्तिः यथावत् न क्रियते. तत्र हल् काशिकाकारस्य मतानुरोधेन हलि इत्यनेन रेपवकारयोः विशेषणमस्ति, रेपवकारौ हल्परौ इति उक्तं, हल्परौ इति उक्तं. धातु उपधाभूतौ रेपवकारौ, उपधायां रेपवकारः अस्ति, अपि च रेपवकारस्य अनन्तरं हल् वर्णः अस्ति इत्यनेन हलन्तधातुः इत्यर्थः लभ्यते. हलन्तधातुः इत्यर्थः अत्र विवक्षितः अस्ति, न तु हलीपरे इत्यनेन परसप्तमी अत्र न विवक्षितं, परसप्तमीरूपेण विवक्षा नास्ति अत्र इति अत्र महान् भेदः अस्ति. हलीच इति सूत्रात् अत्र भेदः कः इति चेत् हलीच इत्यत्र परसप्तमी, अत्र हलीच इत्यस्य विभक्तिपरिणामं कृत्वा अत्र कथम् आनीयते इति चेत् एकरीत्या वक्तव्यं चेत् हलः धातोः इति धातोः विशेषणरूपेण साक्षात् आनयितुं शक्यते हलः धातोः इति, नो चेत् यथा काशिकाकारेण कृतं रेपवकारौ हल्परौ उपधाभूतौ रेपवकारौ, उपधायां रेपः वकारः, परन्तु तादृशरेपवकारस्य अनन्तरं हल् वर्णः अस्ति चेत् हलन्तधातुः इति अर्थः आयाति, अतः द्वेधा वयं वक्तुं शक्यते. अस्तु, कोऽपि संशयः नास्ति भगिनि. हलि हलि च इति सूत्रे तु हलि प्रत्ययः आगमः अन्य किमपि भवितुम् अर्हति, न तु धातोः भागः इति. हलि इति धातोः अनन्तरं वर्तते, धातोः अनन्तरं प्रत्ययरूपेण एव वर्तते, प्रत्ययस्य भागः अस्ति वस्तुतः, प्रत्ययस्य भागः अस्ति धातोः इत्यस्य अनन्तरं प्रत्ययस्य भागः. अस्तु, समीचीनं. तर्हि इदानीम् अग्रे गच्छामः. अग्रे मीना भगिनी पठितुम् इच्छति वा? यदि वदामः धातोः उपधयोः द्वोः उपधायाः एकः हलि दीर्घः अनन्वयो भवति. उपधयोः द्वोः इत्यस्य कथनेन एव रेपवकारयोः अनन्तरं कश्चन वर्णौ भवति. पुनः हलि च परसप्तम्या उच्यते चेत् तदनन्तरं कश्चन हल् वर्णः स्यात्, न तु अयं तकारः यः उपधयोः कथनेन सिद्ध्यति. एतदर्थम् अस्य वारणार्थं काशिकाकारः हल्परौ इति उपयोगं करोति. अनेन इष्टं सामानाधिकरण्यं सिद्ध्यति. पुनरपि पठामि भगिनि. यदि वदामः धातोः उपधयोः द्वोः उपधायाः एकः हलि दीर्घः अनन्वयो भवति. तत्र तत्र यदि वदामः धातोः उपधयोः यत् धातुरेकप्रेपं वा वकारं वा तयोः उप धातु उपधा अस्ति चेत् रेपवकार उपधाभूतधातोः तस्य उपधायाः पुनः मन्दं वदतु. रेपः किम् उक्तवती? रेपयोः वा वकारयोः वा धातोः उपधा अस्ति. न रेपयोः धातुः नास्ति, रेपयोः वकारयोः धातुः इति नास्ति. उपधा भूतरेप वकारः धातोः उपधाभूतरेपयोः वकारयोः धातोः. न एकक्षणं यदि काशिककारस्य मतानुसारं वक्तुम् इच्छति चेत् उपधाभूतौ रेपवकारौ हल् परौ इति वक्तव्यं. नो चेत् अत्र कौमुदीकारस्य मतानुरोधेन वक्तव्यं चेत् हलः धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः इति कौमुदीकारस्य मतानुरोधेन. परन्तु अत्र किम् उक्तं? सर्वं यथा कौमुदीकारस्य मतानुरोधेन अत्र उक्तं, धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः सर्वं समानं, केवलं हलः धातोः इति न वदामः. हलः धातोः इति अनुक्त्वा हली इति सप्तम्यन्तं यथावत् आनीयते चेत् अनन्वयः भवति इति अत्र उक्तम्. हलि इति सप्तमी विभक्ति भवति, तत्र धातोर्वोः इति षष्ठी भवति, तत्र अन्वयः नास्ति. तत्र किमर्थम् अन्वयः नास्ति इति प्रतिपादयतु. हलि इति हलन्त हलि परे धातु हलन्तं भवेत् वा? हलि परे इति उक्तं तत्र. रो धातोः धातोः रेपवकार उपधा रेपवकार धातोः न रेपवकार धातोः इत्यस्य अर्थः कः? तत्र अन्तिमे अन्ते रेपवकारः अस्ति, न तादृशं नास्ति. तत्र उपधा भूतरेपवकारधातुः न अत्र एकैकं वाक्यं स्वीकृत्य वदतु. प्रथमवाक्यं वाक्यस्य विषये अस्माभिः चर्चितम्. अत्र धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः. हलि इति पदं हलि इति यथावत् आनीयते चेत् अनन्वयः भवति इति तावदुक्तम्. इदानीम् अग्रिमं वाक्यं स्वीकृत्य प्रतिपादयतु. उपधयोः रुवोः उपधयोः रुवोः इत्यस्य कथनेन एव रेपवकारयोः अनन्तरं कश्चन वर्णो भवति, वर्णः भवति. ओके, उपधयोः रुवोः धातु धातु अस्ति, तत्र रेपवकार उपधाभूत धातु अस्ति, तदनन्तरं रेपवकारयोः अनन्तरं कश्चन वर्णः हलि इति युक्ते तत्र अनन्तरं हल् वर्णः अस्ति इति सूचयति तत्र. न उपधयोः रुवोः इत्यस्य कथनेन एव रेपवकारयोः अनन्तरं कश्चन वर्णः भवति इति अर्थः. इत्यस्य अर्थः कः? तत्र धातोः उपधा रेपः वा वकारः वा अस्ति प्रथमं, परन्तु परन्तु तत्र अन्तिमवर्णः रेपः वकारः वा नास्ति. अन्तिमवर्णः कः इति न ज्ञायते. अन्तिमवर्णः कः इति न ज्ञायते, परन्तु उपधा सूचयति. हा, उपधा इति वयं वदामः चेत् उपधायां रेपः वकारः इति वदामः चेत् उपधायाः अनन्तरं कश्चन वर्णः अस्ति इति ज्ञायते. पुनः हलि इति परसप्तम्या उच्यते चेत् तदनन्तरं कश्चन हल् वर्णः स्यात्, न तु अयं तकार तकार तद् कीर्त् इति दातु उदाहरणं वा न तु अयं तकारः यः उपधयोः कथनेन सिद्ध्यति. पुनः हलि इति परसप्तम्या उच्यते चेत् अतः अत्र धातु उपदा रेपं वा ओकारः वा अस्ति. अन्य अनन्तरं कश्चन वर्णः भवेत् तदनन्तरं हलि च परसप्तम्या अस्ति चेत् कश्चन हल् वर्णः तत्र कीर्तिति न तु अयं तकारः यः उपधयोः कथनेन सिद्ध्यति. न तु तकारः यः उपधयोः तत्र कीर्त्य इत्यत्र कुत्र अस्ति भगिनि, य कुत्र अस्ति तत्र? न एवम् अहं वदामि, कीर्त्य इति अस्ति चेत् कथं वक्तुम् इच्छामः इति प्रश्नः. इत्युक्ते तत्र कीर्त् इदानीं कीर्त् इति अस्ति, तदनन्तरं य इति प्रत्ययः अस्ति इति चिन्तयतु. एवम् अवगमनार्थं य इति हल्वर्णः हलिपरे अस्ति, उपधायां रेपः अस्ति, अनन्तरं धातोः अन्ते तकारः अन्यः वर्णः अस्ति इति. एवम् अस्ति चेदेव सूत्रस्य कार्यं भवति इति वयं वदामः अत्र. परन्तु तादृशविवक्षा नास्ति खलु सूत्रे, सूत्रार्थे? तत्र इत्युक्ते ईर्य ईर्य य इति द्विवारं यकारः अस्ति चेदेव सूत्रस्य कार्यम् इति वयं वदामः चेत् तदानीं हलि इति परसप्तमीरूपेण आगन्तुं शक्नोति. ईर्य य ईर्य इति धातुः, पुनः य इति प्रत्ययः अस्ति चेत् अस्य सूत्रस्य कार्यम् इति वयं वदामः यदा हलि इति परसप्तमरूपेण आयाति. परन्तु तादृशविवक्षा नास्ति अत्र तु. ईर्य इति धातौ एव कार्यमस्ति, सर्वं निमित्तं सर्वं धातौ एव अस्ति. अतः अत्र ईर्य य इति विवक्षा नास्ति, अतः हलि इति परसप्तमीरूपेण आनेतुं न शक्यते. अवगतं वा? अवगतं भगिनि. एतदर्थम् अस्य वारणार्थं काशिकाकारः हल्परौ इति उपयोगं करोति. अनेन इष्टं समानाधिकरण्यं सिद्ध्यति. समान अधिकरणं भवति तत्र हल्परौ इति उपयोगं तयोः समानाधिकरण्यं धातोः रोः रेपवकारौ हल्परौ अनयोः समानाधिकरण्यं सिद्ध्यति. समानाधिकरण्यं सिद्ध्यति चेत् हलन्तधातुः इति अर्थः आयाति, न तु हलिपरे. हलन्तधातुः इति आयाति चेत् ईर्य इति स्थितिः आयाति. ईर्य इति धातौ एव आयाति. ईर्य इति धातौ अपेक्षितम् अस्ति, न तु ईर्य य. ईर्य य इति अस्ति चेत् हलिपरे हलि इति सप्तम्यन्तरूपेण आयाति चेत् ईर्य य इति भवति. परन्तु तादृशविवक्षा नास्ति अत्र. ईर्य इति धातौ एव सर्वं भवेत्, निमित्तं कार्यं सर्वम्. ईर्य इत्यनेन रेपः उपधायां रेपः कीदृशः? हल्परः. हल्परः यकारः अत्र वर्तते, अपि च रेपस्य उपधायाम् इक् वर्णः अस्ति, इकारः. अस्तु, कोऽपि प्रश्नः अस्ति वा? अग्रे गच्छामः नो चेत्. अस्तु, तर्हि उमा भगिनी पठति वा अग्रे? पठामि. तर्हि अत्र तस्मात् पूर्वम् अत्र प्रष्टुं शक्यते. ओके, अत्र प्रष्टुं शक्यते यदि उपधयोः इत्यस्य कथनेन तकारः सिद्ध्यति. ओके, पठतु भगिनि. ओन् सेकेण्ड् ओन् सेकेण्ड् ओन् सेकेण्ड् ऐ गोन् सम्वेर् देन् ऐ मेड् इट् बिगर् इट् जम्प्ड् अथ उपादायः अत्र प्रष्टुं शक्यते. आदेश कण्ट्रोल् एफ् कृत्वा अत्र प्रष्टुं शक्यते इति टैप् करोति चेत् आयाति. कण्ट्रोल् एफ् एफ् एफ् एफ् एफ् आक् अत्र प्रष्टुं शक्यते इति टैप् करोतु. न प्राप्तं वा? अस्तु तर्हि सूर्यकुमारी भगिनी पठतु. अत्र प्रष्टुं शक्यते यदि उपदयोः इत्यस्य कथनेन तकारः सिद्ध्यति तर्हि पुनः हल् इति उल्लेखस्य का आवश्यकता इति प्रश्नः अस्ति. रेफवकारयोः अनन्तरं स्वरः नास्ति, स्वरः न स्यात्, तस्य च स्वरस्य वारणार्थं हल् इति वदनम् आवश्यकम्. किन्तु हलि इत्यनेन परसप्तमी उच्यते चेत् पुनः धातोः अनन्तरम् अन्यस्य हल् वर्णस्य इङ्गितं भवति, न तु रेफवकारयोः अनन्तरं यः पूर्वोक्तं तकारः. अत्र उपधयोः इत्यस्य कथनेन तत्र तकारः उपद भवति. तर्हि पुनः हल् इति उल्लेखस्य का आवश्यकता? तत्र हल् हलः इत्यनेन हलन्तधातु इति अवगतं. रेफवकारयोः अनन्तरं स्वरः न स्यात्, स्वर अस्ति चेत् कार्यं न भवति, हल अस्ति चेदेव, हल उक्तं चेत् अलः एव. तस्य च स्वरस्य वारणार्थं हल् इति वदनम् आवश्यकम्. किन्तु हलि इत्यनेन परसप्तमी उच्यते चेत् पुनः धातोः अनन्तरम् अन्यस्य हल् वर्णस्य इङ्गितं भवति. हलि परसप्तमी वदनं चेत् अनन्तरं हल् वर्णः परसप्तमी भवति. तदर्थं द्वयोः हलन्त हल् वर्णः भवति, तत् न सम्यक्. रेफवकारयोः अनन्तरं यः पूर्वोक्तं तकारः, न तु रेफवकारयोः अनन्तरं यः पूर्वोक्तं तकारः. पूर्वोक्तं तकारः हल् अपि भवति. तत्र भ्रमः जायते, तत्कारणेन अलः इति आवश्यकता अस्ति. अलः इत्युक्ते हलन्तधातु धातुः इति. अलः नास्ति चेत् किमपि वर्णः भवति, स्वरः वा हलवर्णः इति. तत्र स्वरः न इच्छति. समीचीनं, स्वरवर्णं न इच्छति इत्युक्ते अत्र सारांशरूपेण वक्तव्यं चेत् इर्य इति स्थितिः अस्माकं तत्र विवक्षा अस्ति. इर्य इत्यत्र अन्ते हल् वर्णः भवेत्, उपदायां रेपः भवेत्, अपि च रेपस्य उपदायाम् इक् वर्णः भवेत्. यदि अत्र अस्मिन् सूत्रे उपदायां च इति सूत्रे हलः इति पदस्य, हलि इति पदस्य अथवा हलः इति पदस्य अनुवृत्तिः नास्ति, तर्हि तथा तदानीं किं भवति इति चेत्, उपदयोः रुवोः इति वयं वदामः चेत् उपदायां रेपः अथवा वकारः अस्ति इति ज्ञायते. तर्हि उपदायां रेपः अथवा वकारः अस्ति चेत् धातोः अन्ते अन्यः कश्चन वर्णः भवति इति अवगम्यते. तर्हि इदानीं प्रश्नः भवति, धातोः अन्ते कः वर्णः भवितुम् अर्हति? स्वरः भवति चेदपि सूत्रस्य कार्यं भवति वा इति चेत् न. हल् वर्णः परः अस्ति चेदेव सूत्रस्य कार्यं भवति. अस्माकम् उदाहरणे कीर्त् कीर्त् इत्यत्र धातोः अन्ते हल् वर्णः अस्ति, तकारः, अतः तत्र कार्यं सिद्ध्यति. परन्तु अन्यत्र कुत्रचित् यत्र धातोः अन्ते स्वरवर्णः अस्ति तत्रापि कार्यं भवेत् वा इति चेत् न, तत्र कार्यं न विवक्षितं, न इष्यते. इति कृत्वा अत्र हलः इति वक्तव्यं, हलन्तधातुः इति वक्तव्यं. हलन्तधातुः इति न वदामः चेत् तदानीं धातोः अन्ते स्वरवर्णः अस्ति चेदपि कार्यं सिद्ध्यति, परन्तु तत्र अनिष्टरूपापत्तिः भवति. तदर्थं हलः इति षष्ट्यन्तरूपेण अत्र अस्मिन् सूत्रे अनुवर्तनीयम्, हलि इति परसप्तमीरूपेण न अनुवर्तनीयं. हलि इति परसप्तमीरूपेण अनुवर्तयामः चेत् इर्यय इति भवति, तत्तु अस्माकं विवक्षितं नास्ति. तर्हि धातोः अन्ते हल् वर्णः कश्चन वर्णः भवेत्, तस्य अनन्तरं पुनः हल् वर्णः भवेत् इति अर्थः न विवक्षितः. अतः अत्र ईर्य इति एव विवक्षितम् इति कृत्वा हलि इत्यस्य विभक्तिपरिणामः क्रियते. बुद्धं वा? तर्हि उमा भगिनी अग्रे पठतु. प्राप्तम्? अत्र प्रश्नः उदेति न, तर्हि अत्र हल् परौ इति कथनेन कुत्र अस्ति भवति? न प्राप्तं वा? अस्तु अस्तु, विजयलक्ष्मी भगिनी पठतु. पठन् तर्हि अत्र हल् परौ इति कथनेन हलन्तधातोः इति फलितार्थः. हल् परौ इति नूतनशब्दस्य संयोजनेन विना इष्टम् अर्थं साधयितुम् इच्छामः चेत् धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः इत्यस्मिन् धातोः इति अनुरोधेन हलि इत्यस्य अपि षष्ट्यन्तत्वेन परिणामः कर्तव्यः. आहत्य हलः धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः इति उच्यते चेत् समानाधिकरणकरण्यत्वेन इष्टः अर्थः सिद्धः भवति. इत्थञ्च हलः इत्यनेन यः वर्णः अभिलक्षितः, पुनः उपधयोः इत्यनेन रेफवकारयोः अनन्तरं यः वर्णः अभिलक्षितः, द्वयोः सङ्गमनम्. पुनः तदेव अत्र कस्यचित् उमा भगिनी म्यूट् मध्ये भवतु, अहं तु मम ध्वनिः एव श्रुणोमि. हल् परौ इत्युक्ते हलन्तधातु इति फलितार्थः. अत्र हल् परौ इति नूतनशब्दः, सूत्रे यद् नास्ति तद् अत्र यदि वयम् आनेतुं न इच्छामः तद्विना अपि अर्थं साधयितुं यदि इच्छामः तदा कथं भवति इति अत्र लिखितमस्ति. धातोः उपधयोः रुवोः उपधायाः इकः दीर्घ एतत् सर्वं तु अनुवृत्तिरूपेण एव आयाति. अत्र धातोः इति उक्त वदामश्चेत् हलन्तधातु इति अर्थः न बुध्यते. अतः हली इति सप्तम्यन्तं पूर्वस्मिन् सूत्रे यद् परसप्तमीरूपेण अस्ति तस्य अनुवृत्तिरूपेण विभक्तिपरिणामः कृत्वा हलः इति षष्ट्यन्तं स्वीकुर्मश्चेत् हलः धातोः उपधयोः रेफवकारयोः उपधायाः इकः दीर्घः इति अर्थः लभ्यते सूत्रस्य. एतदेव सूत्रं वक्तुम् इच्छति तद् स्पष्टं भवति इति अत्र लिखितमस्ति. हलः इत्यनेन यः वर्णः अभिलक्षितः पुनः उपधयोः इत्यनेन रेफवकारयोः अनन्तरं यः वर्णः अभिलक्षितः द्वयोः सङ्गमनम् तदेव भिन्नरूपेण उक्तमस्ति. इत्युक्ते अत्र उपधाभूतौ यौ रेफवकारौ हल्परौ इति काशिककारस्य कथनम् अस्ति. तथा अनुक्त्वा यदि वयं हल्परौ इति तथा अनुक्त्वा कलह धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः इति वदामः चेदपि समानः अर्थः एव लभ्यते. अत्र केवलं हलि इति सप्तम्यन्तस्य हलः इति षष्ट्यन्तरूपेण परिणम्यते. तर्हि हलि इति हलि हलः धातोः इति वयं वदामः चेत् हलन्तधातोः इति अर्थः आयाति. उपधाभूतौ रेपवकारौ हल्परौ इति वयं वदामः चेत् उपधायां रेपवकारः तस्य अनन्तरं हल्वर्णः इति कथनेन हल्परौ इति कथनेन यः वर्णः इङ्गितः इत्युक्ते धातोः अन्ते यकारः ईर्य इत्यत्र यकारः यः वर्णः इङ्गितः हलन्तधातोः इत्यनेन अपि सः वर्णः एव इङ्गितः अस्ति ईर्य इत्यत्र. हलन्तधातुः इत्युक्ते धातोः अन्ते यः यकारः. हल्परौ इति वदामः चेदपि धातोः अन्ते यः यकारः तस्यैव ग्रहणम्. हल्परौ इत्युक्ते रेपवकारौ रेपवकारौ कीदृशः कीदृशौ इति चेत् तयोः अनन्तरं कश्चन हल् वर्णः भवेत्. सः वर्णः कः इति चेत् यकारः. अतः उभयता वक्तुं शक्यते अत्र. भगिनि ईर्य समीचीनम् एक्साम्पल् नास्ति. ईर्य ईर्य ईर्य इत्यत्र यकारः धातोः अन्तिमवर्णः नास्ति. न अत्र इर्य इत्यत्र धातोः यद्यपि अन्तिमवर्णः नास्ति परन्तु यथा अहं प्रतिपादयन्ती अस्मि तत्र तु इर्य इति धातोः भागः इत्येव मया उक्तं खलु. जीर्य इत्यस्य ईर्य इति नास्ति. इर्य इति भागः धातोः भागः भवेत् इत्युक्ते य इति प्रत्ययस्य भागः नास्ति. इर्य इति धातोः भागः यदा भवति अस्तु अस्माकम् इर्य इत्यत्र किम् अवगन्तव्यम् इति चेत् य इत्यनेन हल् वर्णः अन्ते अस्ति रेपः उपधायाम् इक् वर्णः रेपस्य उपधायाम् इति इर्य इति धातोः समग्रधातोः भागः अस्तु इति एव वक्तुमिच्छामि. जीर्य इति उदाहरणं विस्मरन्तु. इर्य इति धातोः भागः इति अवगन्तव्यम् अस्तु. तर्हि इदानीं इदानीं प्राप्तं वा? पठतु भगिनि. आश्चर्यं महान् महान् आश्चर्यः भवती प्राप्तवती. पठतु पठतु. निगमनं प्राप्तवती पदयोः इत्यस्य कथनेन एव रेफवकारयोः अनन्तरम् अन्यः वर्णः अस्ति ततः अग्रे पुनः हलि संयुज्यते चेत् हलि उपधयोः रेफवकारयोः अनन्तरं यः वर्णः अनयोः अन्वयः नास्ति इत्यस्मात् हलि इति कथनेन अन्यः वर्णः. अस्य निवारणार्थं काशिकायां धातु रुपधा भूतौ यौ रेफवकारयोः हलि परौ तयोरुपद उपधायाः इको दीर्घो भवति इत्युक्तम्। अस्मिन्नेव अर्थे अनुवृत्तिफलितसूत्रम् एवं हलः धातोः उपधयोः द्वोः उपधायाः इकः दीर्घः। अत्र काशिकावृत्ति अनुसृत्य कथं द्रष्टव्यमिति उच्यते। अत्र अन्य रेफवकारयोः नास्ति चेत् अनन्तरम् अन्यवर्णः अस्ति इति चिन्तयामः। तत्र पुनः हलि संयुज्यते चेत् हलि उपदयोः रेफवकारयोः अनन्तरं यः वर्णः अनयोः अन्वयः नास्ति इत्यस्मात् हलि इति कथनेन अन्यः वर्णः सो एनि हल् हल् वर्ण अदर् देन् रेफवकारयोः। अस्य निवारणार्थं काशिकायां धातोरुपधा भूतौ यौ रेफवकारौ हल् परौ तयोरुपधाया इको दीर्घो भवति इति पौलदीर्घश्लोकम् अत्र उच्यते। अस्मिन्नेव अर्थे अनुवृत्तिसहितसूत्रम् एव हलः धातोः उपधयोः उपधाने हल् वर्णः अस्ति वोः उपधायः इकः दीर्घः इकः दीर्घं भवति इति उच्यते। समीचीनम्। इत्युक्ते यद् पूर्वस्मिन् परिच्छेदे यद् यः विषयः अस्माभिः चर्चितः सः तस्य एव अत्र सारांशरूपेण पुनः उक्तमस्ति। तत्र उपदयोः इति वयं वदामः चेदेव उपदयोः रेपवकारयोः इति वयं वदामः चेदेव रेपस्य वकारस्य अनन्तरं कश्चन वर्णः अस्ति इति जानीमः। पुनः हलि इति वयं वदामः चेत् अन्यः एव वर्णः तत्र इङ्गितः भवति इति कृत्वा सूत्रस्य लक्ष्यं यदस्ति तदत्र न सङ्गच्छते। यतोहि ईर्य इत्येव अपेक्षितमस्ति कार्यार्थं। धातुः ईर्य इति भवेत्, न तु ईर्यय इति न अपेक्षितम् इति कृत्वा एव काशिककारः धातोः उपधाभूतौ यौ रेपवकारौ हल्परौ तयोः उपधयोः इकः दीर्घः इति उक्तम्। तस्य एव कौमुदिकारस्य मतानुरोधेन हलः धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः इत्युक्तम्। द्वयोः अपि अर्थः समानः एव, न कोऽपि भेदः। यद्यपि भिन्नरीत्या उक्तं तथापि द्वयोः अपि अर्थः कः इति चेत् हलन्तधातुः तस्य उपधायां रेपः अथवा वकारः, तयोः उपधायाम् इक्वर्णः अस्ति चेत् दीर्घत्वं भवति इति सूत्रार्थम् अस्तु। तर्हि इदानीम् अन्तिमभागः अस्ति अत्र। किं वंशी भगिनी पठति वा? लक्षानुरोधेन सूत्रस्य अर्थवर्णनं कर्तव्यं न तु विपरीतं। सूत्रार्थानुगुणं लक्ष्यं भवति इति नास्ति। तदर्थं कुत्रचित् अनुवृत्ति आनय न अवसरे अनुवृत्ति आनय न अवसरे न न सम्यक्तया पठतु किमस्ति तत्र अनुवृत्ति आनयनावसरे आनयनावसरे तत्र पदच्छेदः कथम् अनुवृत्ति आनय आनयन आनयन आनयन ओ अस्तु अस्तु आनयन अवसरे क्षम्यताम् अनुवृत्ति आनयन अवसरे विभक्तिपरिणामः वचनपरिणामः च आवश्यकः भवति। लक्षानुरोधेन सूत्रस्य अर्थवर्णनम् इति आशये काशिकायां धातोर् उपधाभूतौ यौ यौ रेफवकारौ हल्परौ तयोरुपधायाः इकः दीर्घः भवति। हल्परौ इत्यस्य स्थाने हलः भवति चेत् अनुवृत्तिसहितसूत्रे हलितार्थः एकः एव समानः अस्तु तत्र हा अन्तिमं किमस्ति इत्युक्ते एतावत्पर्यन्तं तत्र सूत्रस्य विवरणं दृष्टवन्तः तत्र लक्ष्यम् इति अनुसृत्य एव सूत्रस्य अर्थावगमनं भवेत् इति मुख्यविषयः अस्ति सूत्रार्थं दृष्ट्वा तत्र लक्ष्यं भवति इति विपरीततया मा चिन्तयतु तत् परन्तु यतोहि व्याकरणं तु शब्दस्य रूपसिद्ध्यर्थम् एव अस्ति तेन कारणेन लक्ष्यम् एव अस्माकं प्रथमः कर्तव्यमस्ति अतः लक्ष्यम् अनुसृत्य एव सूत्रस्य विवरणम् अर्थं विवरणं भवेत् इति मुख्यविषयः तदर्थं यदि किमर्थम् एवम् उक्तं लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनं कर्तव्यम् इति किमर्थम् उक्तम् अत्र अत्र किमर्थम् एवं वक्तव्यं यदि लक्ष्यं तत्र तत्र पश्यतु भगिनि धातोः यदि वर्णत्रयमस्ति हलन्तधातु भवेत् तस्मात् पूर्वं रेपः वकारः भवेत् तस्मात् पूर्वं किमपि इक् वर्णः भवेत् एतादृशाः शब्दाः सन्ति अतः तेषां सूत्रविवरणं तेषां रूपसिद्ध्यर्थम् एव अस्माकं सूत्रं रचितं किल लक्ष्यं तु रूपसिद्धि एव अस्माकं लक्ष्यमस्ति अतः विपरीततया सूत्रं दृष्ट्वा शब्दः किं भवति इति मा चिन्तयतु लक्ष्यं किम् अस्ति इति एव चिन्तनीयम् इति मम अवगमनमस्ति तत्र एतस्य सम्यक्तया उक्तवती सम्यक्तया उक्तवती परन्तु अत्र इतोपि किञ्चित् वक्तव्यं किम् अस्ति इति चेत् लक्ष्यम् इति ते एतादृशशब्दाः सन्ति तत्तु सर्वं समीचीनं परन्तु तदर्थम् अर्थवर्णनं कथं कृतम् अत्र लक्ष्यानुरोधेन अर्थवर्णनं कथं कृतं किं कृतम् अत्र तत्र वचनपरिणामः कृतः विभक्तिपरिणामः तदेव तस्य रूपसिद्ध्यर्थं कुत्रचित् विभक्तिपरिणामः अपि भवेत् वचनपरिणामः अपि भवेत् सूत्रे यद्यपि तत्र अनुवृत्त्या हलि इति भवेत् परन्तु हलि इत्यस्य परिवर्तनं भवति अभवत् तत्र हलः इति भवति अतः तत्र लक्ष्यं हलि इति स्थापयामः चेत् तत्र दोषः भवेत् तेन कारणेन तत्र वचनपरिणामः कृत्वा विभक्तिपरिणामं कृत्वा तत्र लक्ष्यस्य सिद्धिः भवेत् अपि च तत्र लक्ष्यसूत्रस्य अर्थं शकशकं हल्परौ इत्यस्य स्थाने हलः भवति चेत् अनुवृत्तिसहितसूत्रे फलितार्थः एकः एव समानः अस्तु तत्र हल्परौ एकः वैयाकरणस्य भावः अस्ति अत्र हलः इति प्रयोगशरणः तत्र हलः इति अपि भवितुम् अर्हति द्वयोः रूप हलि इति न भवेत् द्वयोः अपि साधुरूपाणि साधयितुं शक्नुमः द्वयोः उपयोगेन साधुरूपं साधयितुं शक्नुमः इत्येव विवक्षा अस्ति अस्मिन् परिच्छेदे सम्यक् इत्युक्ते यु हेव् टु ट्विस्ट् अण्ड् बेण्ड् द सूत्र अकार्डिङ्ग् टु द लक्ष्यं खलु That is also a great tact to bend the sutram to make it apply for the lakshyam. Tadapi is a lot of expertise. Iti krutva maya atyaktam. Tatra kimartam, tatra padam, kimartam evam uktam evam na vaktavyam, kimartam evam karanem. Iti maya atyaktam yato hi sarvatra lakshyam kim iti asmabhi jnayate. Tadanugunam sutra artam varanyate. Davadeva. Tat krutva agare gachamaha. इत्युक्ते किमर्थं किमर्थम् इति बहु कृतम् इदानीं तादृशस्थलम् अस्माभिः प्राप्तं यत् ओ किमर्थं कृतमिति चेत् तत्र किमपि कारणम् अस्ति किमपि कारणं नास्ति चेत् बेण्ड् कृत्वा साधयितुं शक्यते तावदेव मम प्रश्नाः एव भवन्ति सर्वदा किमर्थम् एतादृशकृतं न तत्तु अस्ति परन्तु अहं वदामि तत्र सर्वदा सर्वत्र उत्तरम् अस्ति इति नास्ति एतादृशस्थलमपि अस्ति अत्र केवलं किमर्थं बेण्ड् कृतम् इति चेत् केवलं लक्ष्यं प्राप्तुमेव तावदेव अन्यत् किमपि नास्ति लक्ष्यानुरोधेन खलु नो चेत् उपादायाम् इति किमर्थं वक्तव्यं साक्षात् सम्यक्तया सूत्रं रचयितुं शक्यते खलु अस्तु यत्किमपि भवतु नाम आं भगिनि अस्तु तर्हि तत्र उपादायांश इति सूत्रम् इदानीं तावत्पर्यन्तं समाप्तं तत्र उदाहरणमस्ति तद् किञ्चित् अग्रे अग्रिमसप्ताहे परिशीलयामः तर्हि अत्र स्थगनं कुर्मः कोऽपि प्रश्नः वा भगिनि उपादायांश सूत्रेण सारांशः सर्वाणि निमित्तानि धातौ एव अस्ति परनिमित्तम् आवश्यकम् इति सत्यं तावदेव सम्यक्तया उक्तवती इर्य इति धातुः अस्ति इति चिन्तयतु तावदेव सर्वं तत्रैव अस्ति हलन्तः अस्ति रेपः अस्ति इकारः अस्ति सर्वमस्ति दीर्घत्वं भवति तावदेव धातौ एव सर्वमस्ति सम्यक् धन्यवादः महोदय तर्हि धन्यवादः नमस्कारः धन्यवादः भगिनि नमस्कारः धन्यवादः भगिनि नमस्कारः धन्यवादः नमस्कारः उषा भगिनि भवती अपि अस्ति अस्ति वा मया न दृष्टमेव क्षम्यतां भगिनि नो प्राब्लम् भगिनि ऐ केम् फैव् मिनिट्स् लेट् बट् ऐ डोण्ट् नो वेन् टु डिस्टर्ब् अण्ड् से से न न यु कुड् जस्ट् से इन् बिट्वीन् नमस्कारः देन् ऐ वुड् नो ओके क्षम्यतां मया न दृष्टं नो प्राब्लम् धन्यवादः धन्यवादः